भवान् दर्शयति वा महोदय? आमां न दर्शितुम् आवश्यकं वा? सकना भवति एव खलु? आमाम् आं महोदय. ॐ सहना भवतु, सहनौ भुनक्तु, सह वीर्यं करवावहै, तेजस्विनावधीतमस्तु, मा विद्विषावहैः. ॐ शान्ति शान्ति शान्तिः. हरिः ॐ श्रीगणेशाय नमः. ॐ श्री सरस्वत्यै नमः. ॐ श्री वाग्देव्यै नमः. श्रीगुरुभ्यो नमः. हरिः ओम्. येनाक्षरसमाम्नायम् अधिगम्य महेश्वरम् येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृष्णं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः. येन धौतागिरं पुंसां तस्मै. अदृष्ट्वा वक्तुं न शक्यते महोदय. चिन्ता मास्तु. वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्. अस्तु. सो अहम् अष्टाद् विजया भगिनी उक्तवती श्लोकान् सा दत्तवती एक्चुलि. सो विल् गो टु अष्टाध्याय एण्ड् लुक् इन् टु दट्. दट्स् वाट् द प्लान् इस् रैट्. अस्तु महोदय. दृश्यते वा? आम् इदानीम् आरभ्यते. इदानीं दृश्यते. सो प्रथमं इको यणचि 6176 6176 परन्तु 6176 तु पदान्ताद्वा. हा हा सम्यक् नास्ति. अहं टैप् करोमि. इको यणचि 6177. हा सो भवती भवती एव पठतु वा? आम् आं महोदय. पदच्छेदः इकः यन् अचि. इकः षष्टिविभक्ति, यन् प्रथमा एकवचनं, अचि सप्तमे एकवचनं. अनुवृद्धिः नास्ति. अधिकारः संहितायाम् अनुवृद्धिसहितसूत्रम् एतद्. इक् वर्णस्य स्थाने स्वरे परे संहितायां यन् वर्णः आदेशः भवति. अत्र सो तदेव इत्युक्ते अस्तु उच्यते. भवान् दर्शयतु महोदय. इक् इत्युक्ते इक् इत्युक्ते इ उ लु इति वर्णाः. यन् वर्णः इत्युक्ते यव र ल यकारः वकारः लकारः रेपः लकारः अच् इत्युक्ते अ ऐ इ उ ऋ ल ए ऐ ओ औ इक्वर्णानां स्थाने स्वरे परे संहितायां यन्वर्णः आदेशः भवति इकार इकारयोः स्थाने युचियशानां तालु इति उच्चारणस्थान साधर्म्यात् यकारः आदेशः भवति दधि योजनम् अत्र दद् यकारः योजनम् अत्र तद्यत्र दधि एतस्मिन् स्थाने यकारः आगच्छति तद्यत्र नदी ओके इकारस्य स्थाने यकारः आदेशः ऊर्ध्वं यन्वर्णः वकारः तत्र आगच्छति ऊर्ध्वम् इति आगच्छति उकार उकारयोः स्थाने उपु उपत्मान्यानाम् ओष्ठौ अतः वकारस्य दन्तोष्ठम् इत्यनयोः मधु योजनम् इति मधु उकारस्य स्थाने वकारः आगच्छति मध्विति इति आगच्छति मधु योजनम् आदेशः उकारस्य स्थाने वकारः वद्वादेशः इति आगच्छति ऋकारऋकारयोः स्थाने ऋटुरषाणां मूर्ध इति उच्चारणस्थानसामसाधर्म्यात् रेप आदेशः भवति पितृ योजनम् इच्छा पितृच्छा तकारस्य परात् तकारपरात् रेपः आगच्छति पितृच्छा इति भवति ऋ योजनम् अस्य रस्य ऋकारस्थाने रेपः आगच्छति रस्य इति भवति लुकारस्य स्थाने लुतुलसानां दन्ताः इति उच्चारणस्थानसाधर्म्यात् लकारादेशः भवति लु योजनम् आकृति लुकारस्य स्थाने लकारः आगच्छति लाकृति इति भवति लाकृतिः इति भवति सम्यक् सम्यक् महोदय अनन्तरं सेकेण्ड् अस्ति लुङ् लङ् लिङ् षु सुदात्तः 6471 6471 एस् पि गोडम्मल् भवान् भवती कः अस्ति न श्रूयते महोदय न श्रूयते महोदय ध्वनिः न्यून अस्ति आम् आम् न्यूनमस्ति एस् पि गोडम्मल् अस्ति हलो भवती हा अत्र हा इदानीं सम्यक् भवती वदतु भवती लुङ् लकारे लुङ् लकारे लङ् लकारे नृङ्कारे च परे लिङ्गस्य उदात्तः अट् आगमः भवति लुङ् लकारस्य पट्य लुङ् लकार लुङ् लकारस्य लङ् लकारस्य लृङ् लकारस्य प्रत्ययपरे अङ्गस्य तत् आगमः भवति सः च उदात्तसंज्ञकः भवति पट् पट् आ अकार प्लस् लङ् अन्धते इति लङ् अट् प्लस् पट् लङ् लु लङ् लुङ् लङ् रुलङ् छवडु इति अट् आगमः आ आकारस्थानि पट् इत्ते चित्तस्थः इति सूत्रान् इति चित्ते आ पट्टे शप् कतरि शप् इति शप् आ पट् आ इत् तस्य इति इकारलोपः अपठत् हा महोदय अवगतं वा अवगतं वा तिरुपि रिप्लै पण मुदिल वाट् आर् यु सेयिङ्ग् भवती किं वदति पट्टे पट्टे अट्टे अट्टे आ हा सो अत्र त्रीणि लकारस्य विषये दत्तं लुङ् लकारस्य विषये लङ् लकारस्य विषये लृङ् लकारस्य विषये तो त्रीणि लकारस्य यदा अस्ति चेत् तत्र अकार अस्ति प्रथमे अकार अस्ति अहं वयं सर्वे जानीमः रैट् अपठत् लङ्लकारस्य अस्ति लिङ् लकारस्य अस्ति चेत् अपठिष्यत् सारि लुङ् लुङ् अस्ति चेत् सो वी हेव् दोस् ऐ विल् जस्ट् शो यू लेट् मी गो टु द धातुवर्ग हा सो भू धातु अस्ति सो अत्र लङ्लकारः अस्ति अभवत् अनन्तरं लुङ्लकार अस्ति अभूत् लृङ्लकार अस्ति अभविष्यत् सो त्रीणि लकार मध्ये प्रथमम् अकार अस्ति अकारः एण्ड् अत्र ओके सो अकार किमर्थम् आगच्छति तत् अस्ति एतत् सूत्रम् अवगतं वा लुङ्लकारस्य हा लुङ्लकारस्य लङ्लकारस्य लृङ्लकारस्य सो अत्र आगमः भवति आम् आम् सो अत्र इफ् यु सी आल् अदर्स् डजन्ट् हेव् अ इन् द बिगिनिङ्ग् बट् दि थ्री हेज् अभवत् भू धातु अभवत् कर्तरीलङ् देन् लुङ्लकार अस्ति अभूत् अकार अस्ति अत्र प्रथमे आदौ अकार अस्ति लृङ्लकार अपि अभविष्यत् अकार अस्ति अन्यत् सर्वे भू अस्ति भूयात् भवेत् बकार अस्ति भवतात् भविष्यति भविता बभूव भवति त्रीणि लकार एव प्रथम आदौ अकार अस्ति अकार नाम अट् अस्ति तत्कारणम् एतत् सो नम्बर् वन् अत् तत्र अट्टसमये तत्र हलन्त्यम् इति सूत्रेण टकारस्य इत्संज्ञा भूत्वा तस्य लोपः इति सूत्रेण लोपः अपि भवति, अतः आ एव तिष्ठति. आम् आम्. सो अपठति अपठत् इतश्च सूत्रेण इकार अपि इकार अपि लोपः अस्ति. सो द्वितीय उदाहरणमस्ति लुङ्ग्, लुङ्ग् उदाहरणमस्ति. भवती एव पठतु महोदय. गोडमाल् भगिनी भवती पठति वा? अत्र अत्र सेकेण्ड् न पट् पट् पट् पट् लुङ्ग् पट् लुङ्ग् पट् लिच् ल् चिलि लिच् लु पट् चिलि ल पट् लक्ष पट् You can say lakara. This you can read as lakara. Patte sich lakara. Sleha sich. At patte is lakara. Lung lakara runa. छवड् जातः इति अट् आगमः. अपट् इत् टिप् टिप् टिप्तस्यः इति टिप् अपट् प्लस् इदम् इच् इच् इच्छ इति इकारलोपः. आपटे इच् इत् अद्वादादकस्य इङ्गु इङ्ग्वलादेः इति इडागमः. आपटे इच् आपटे इच् इच् अस्ति शिशो वृत्तेः इति इच् आगमः. पट् पट् इस् इ इत् अतो सकारः इ सकारः सकारः इ सकारः इ सकारः इ सकारः अतो हला हलादेर् गो हलादेः लघोः लघोः इति वैकल्पिका वृद्धिः. पटे पाट् इ सकारः इट् इति इति सकारलोपः. अपटि अपटि सिद्धलोपः एकादेशो सिद्धो वाच्यः अनेन वर्तकेन सवर्णदीर्घ एकतो वक्तव्ये लोपः सिद्धः अस्ति. अतः अकः सर्वेण दीर्घ सवर्णे सवर्णे दीर्घः. अपटि अपाटि सिद्धलोप एकादेशो सिद्धो वाच्यः अनेन वर्तकेन सवर्णदीर्घ एकादेशो कर्तव्ये शिक्षलोपः सिद्धः अस्ति. अतः अकः सवर्णे दीर्घः इति सवर्णदीर्घः. अस्तु तृतीयबिन्दु तृतीयबिन्दु पठतु महोदय. लिङ्ग् लकारः अस्ति लिङ्ग् लकारः लिङ्गनिमित्ते लिङ्ग् क्रिया क्रियातिपत्तौ इति लिङ्ग् लिङ्ग् लकारः अट् पट् लङ् लुङ् लुङ् लङ् ऋलङ् क्षव क्षवदुदतः इति अट् आगमः अट् पट् ह्य लङ् लकारः ह्यतासि ऋलु ऋलु सोः इति विकारणं ह्य आ पट् ह्य तिप् तिप्त इति तिप् आ पट् तस्य हि अर्ध्वाधातुकस्य इन्वा अर्धधातुकस्य इन्वल्लेदेह इति इडागमः आपट् इत्य तच्छ इति इकारलोपः अपतिष्यत् आदेशप्रत्यय प्रत्ययोः इति चक्रम् धन्यवादः अवगतं भगिनि अवगतं वा अवगतं अत्र मुख्य अस्ति अकार किमर्थम् आगच्छति ओके अट् इति आगच्छति इति अहं अवगच्छामि परन्तु अनेकसूत्राणि तत्र अस्ति तत् किञ्चित् क्लेशकरः भवति हा हा तु तत् कारणात् कारणात् अस्ति सि अत्र इफ् यु सि प्रथमं तु पठ लङ् अत्र अस्ति पठ लुङ् सो अट् पठ लङ् अत्र लुङ् अस्ति चेत् चिलि अपि आगच्छति तो तत्र हा तो तत्र भिन्नम् अस्ति तत् कारणात् अनेके सूत्रकारणात् भिन्नम् अस्ति सो तत् सर्वे अपि इदानीम् अहं न वयं न पठिष्यामः हा न जानामि तो चिन्ता मास्तु मुख्य दृष्टिः अस्ति अकारः किमर्थम् आगच्छति अस्तु महोदय हा सो नेक्स्ट् सूत्र अस्ति सुप्तिङ्गन्तं पदं 1414 ओके अहमेव पठामि सुप्तिङ्गन्तं पदं सुप्तिङ् अन्तम् अत्र समासः अस्ति सुप् सुप् तिङ् अन्तं प्रथम एकवचनं पदं प्रथम एकवचनं अनुवृत्ति नास्ति अधिकारः अस्ति आकडारात् एका संज्ञा अनुवृत्तिसहितं सूत्रमस्ति सुप्तिङ्गन्तं पदं सूत्रप्रकारसंज्ञासूत्रं पदसंज्ञा एतत् अपि संज्ञासूत्रम् अस्ति सुप् प्रत्ययान्तशब्दाः तिङ् प्रत्ययान्तशब्दाः च पदसंज्ञकाः भवन्ति एतत् अर्थः अस्ति यः शब्दः सुप् प्रत्यये अन्तः अस्ति वा तिङ् प्रत्यये अन्तः अस्ति तत् पदसं तत् नाम अस्ति पद् पदं तत् इति अर्थः तो अत्र व्याकरणशास्त्रे वर्णानां शब्दानां च लघुरूपेण निर्देशार्थं काश्चन संज्ञाः निर्दिष्टाः सन्ति एतासु अन्यतमा अस्ति पदम् इति संज्ञा, पदमपि एकं संज्ञा अस्ति. सुप्तिङ्गन्तं पदं प्रथमपाठे चतुर्थ प्रथमाध्याये चतुर्थपादे चतुर्दशसूत्रम् इत्यतः स्वादिस्वसर्वनामस्थाने प्रथम अध्याये चतुर्थपादे सप्तदश इत्येत इत्येतैः चतुर्भिः सूत्रैः इयं संज्ञा दीयते. अस्य सूत्रसमूहस्य इदं प्रथमं सूत्रम्. अनेन सूत्रेण सुप् प्रत्यान्तशब्दानां तिङ् प्रत्यान्तशब्दानां च पदं संज्ञा विधीयते. ओके, सुप् प्रत्ययः सोजस् अनेन सूत्रेण आहत्य एकविंशतिः सुप् प्रत्ययः उच्यन्ते. सो सुप् प्रत्ययः तु अहं जाना वयं जाना जानीमः, रैट्? दिस् 21, द वन् विच् क्रियेट्स् द विभक्ति. एते सर्वे प्रत्ययाः प्रातिपदिकेभ्यः विधीयन्ते. एतेषां प्रयोगेण पदस्य निर्माणं भवति इति प्रकृतिसूत्रस्य आशयः. यथा राम, राम प्रातिपदिकं प्लस् नु प्रथमसुप्प्रत्ययः इक्वल् टु रामः. तो राम अत्र पदमस्ति, राम अस्ति प्रातिपदिकं, सु अस्ति सुप्प्रत्ययः, द्वौ योजित्वा रामः इति पदं निर्माणं भवितुं भवति, निर्माणं भवति. समान एव तिङ्प्रत्यय तिप् तसि अनेन सूत्रेण आहत्य अष्टादश तिङ्प्रत्यय उच्यन्ते. तो तिङ्प्रत्ययः अस्ति अष्टादश. एते सर्वे प्रत्ययाः धातुभ्यः विधीयन्ते. एतेषां प्रयोगेण अपि पदस्य निर्माणं भवति. तथा अस् धातुः अस्ति, तिप् प्रथमतिङ्प्रत्ययः अस्ति, द्वयोजनेन अस्ति पदं भवति. तो प्रथम अकारबिन्दुः अस्ति, सुप्पदम् अस्ति, अत्र अस्ति तिङ्पदं, तिङ्गन्तं पदं, सुबन्तं पदम्. सो दिस् रूल् बेसिकलि जस्ट् सेस् देट् सुबन्तम् अण्ड् तिङ्गन्तं वाट् आर् फार्म्ड् आर् बोत् पदं. देट् इस् वाट् द डेफिनेशन् आफ् पदम् इस्. दट्स् आल्. सम्यक् अस्ति वा? आं महोदय, अवगतम्. ओके, अस्तु, धन्यवादः. त्रीणि सूत्राणि अस्ति रसाभ्यां नूनं समान पदे. 841 गीता भगिनी पठतु. आं महोदय, रसाभ्यां षष्टि द्विवचनं षाभ्याम् इति नः षष्टि एकवचनं. महोदय महोदय, पञ्चमी अस्ति अत्र. पञ्चमी, क्षम्यतां क्षम्यतां, रसाभ्यां पञ्चमी द्विवचनं, पञ्चमी विभक्ति द्विवचनं, नः षष्टि एकवचनं, नः प्रथमा एकवचनं, तत् समानपदे इति सप्तमी एकवचनं. अनुवृत्तिसहितम् अनुवृत्तिसूत्रं नास्ति. अधिकारः पूर्वत्र सिद्धं संहितायाम् इति. अनुवृत्तिसहितसूत्रं समानपदे रसाभ्यां नः नः संहितायाम् इति. समानपदे रेपात् शकारात् वा परस्य नकारस्य संहितायां नत्वं भवति इति अर्थः. रेपः नो चेत् शकारः यस्मिन् पदे अस्ति तस्मिन्नेव पदे रेपात् शकारात् वा परः नकारः वर्तते चेत् तस्य नकारादेशः भवति. दन्तनकारस्य स्थाने ओष्ठ्यनकारः आगच्छति. मूर्ध्यनकारः आगच्छति. यथा पुष् योजनं न योजनं ति पुष्णाति इति पूर्वं षकारः अस्ति, अतः नकारः ओष्ठ्यनकारः आगच्छति. यस्मिन् सूत्रे समानपदे इति किमर्थम् उक्तमस्ति? यदि रेपः नो चेत् शकारः यस्मिन् पदे अस्ति तस्मिन् पदे नकारः नास्ति तर्हि नकारस्य नत्वं न भवति. यथा अग्नि सु योजनं नयति, अग्निर् योजनं नयति, ससजुषो रुहु रुम् इति सूत्रेण विसर्गस्य रुत्वं भवति इति सूत्रेण अग्निर्नयति इति भवति. तत्र रेपः एव भवति, समानपदं नास्ति, अतः नकारस्य नत्वं न भवति. दन्तनकारः एव भवति. अत्र अग्निर् एकपदं नयति, अन्यत् पदम् अस्ति. आम् आम्. किं महोदय, न श्रूयते? अहमपि चिन्तनं करोमि. अग्निर् एकपदं नयति द्वितीयपदं, तत् कारणात् रेफस्य कारण नयति नकार णत्वं न भवति. रेपात् भवति नकारः, परन्तु नत्वं न भवति, दन्तनकारः एव भवति, समानपदं नास्ति इति कारणेन. अस्तु, सम्यक्. अत्र एकं वार्तिकमपि ज्ञातव्यम्, एकं वार्तिकमपि ज्ञातव्यं. ऋवर्णात् नस्य नत्वं वाच्यम् इति, इत्युक्ते ऋकारात् परस्य अपि नकारस्य णकारादेशः भवति. यथा तिप्सृ योजनं नाम तिसृणां, तिसृ योजनं नाम तिसृणां. रेपः अस्ति, ऋकारः अस्ति इति कारणेन दन्तनकारस्य ओष्ठ्यनकारः भवति. अस्तु महोदय, धन्यवादः. अग्रिम श्लोकः अस्ति स्तोश्चुनाश्चुः 8440. ओके, अनुसया भगिनी अस्ति वा? महोदय आम्, भवती पठतु वा? षष्ठी एकवचनं, चुना तृतीया एकवचनं, स्युः प्रथमा एकवचनं. अनुवृत्तिः किमपि नास्ति, अधिकारः पूर्वता सिद्धं. संहितायां अनुवृत्तिसहितसूत्रं स्तोः स्तुनाः स्तुः. सकारतवर्गयोः शकारतवर्गाभ्यां योगे संहितायां शकारवर्गः स्तः. हल् सन्धिषु अन्यतमस्तुत्वम् इत्याख्य सन्धिप्रकृतिसूत्रकृतसूत्रेण पाठ्यते. प्रकृतसूत्रेण स्तुत्वम् इति सन्धि कथं भवति इति पाठ्यते. चकारस्य चवर्गीयवर्णस्य चकारस्य चवर्गीयवर्णस्य वा योगे इत्युक्ते तस्मात् अव्यहितत्वेन पूर्वः परः वा सकारः चवर्गीयवर्णः विद्यते चेत् चकारस्य चकारादेशः चवर्गवर्णस्य तथा यथासङ्ख्यं चवर्गीयवर्णादेशः भवति इति सूत्रस्य अर्थमस्ति. सकारशकारयोगे सकारस्य शकारादेशः कथं भवति इति पश्यामः. स अधिकश अधिकसु अधिकशेते, अत्र सु स अस्ति, शेते इति शकारः अस्ति, रामश्चेते इति भवति. तथा सन्धि भूत्वा रामश्चेते इति भवति, सकारस्य शकारः आदेशः भवति. श कथं भवति इति पश्यामः. अस्य उदाहरणानि न सन्ति, यथा झलि परे शकारस्य रश्च ब्रज ब्रज ऋज अयजर् जरा जभ्रा यश्च शांशः इति सूत्रेण शकारादेशः भवति. अतः अत्र सूत्रस्य प्रसक्तिः एव न वर्तते. चकारस्य वर्गयोगे चकारस्य चकारादेश रामः अधिकस्मु स्नोत् राम स्नोत् तत्र सकारस्य चकारादेश भूत्वा रामश्चिनोत् इति भवति चकार रामस्तु छात्रः रामश्छात्रः रामश्छात्रः इति भवति चकारः सकारस्य चकारादेशः भवति चकारजकार मस्य अनीयर् मस्य अनीया जलं झषि इति सूत्रेण जस्वे जस्व भूत्वा मज्जनीया इति भवति स झ अस्य उदाहरणानि न सन्ति यथा पदार्थसकारस्य झकारे परे ससजितोरुः इति सूत्रं ऋत्वं विधीयते अपदान्तसकारात् अनन्तरं झकारः न कुत्रचित् दृश्यते स अधिकज्ञा अस्य उदाहरणानि न सन्ति यतः पदान्तसकारस्य झकारे परे ससजितोरुः इति ऋत्वं विधीयते अपदान्तसकारात् अनन्तरं ञकारः न कुत्रचित् दृश्यते अधिकस अस्य उदाहरणानि न सन्ति यतः जलीपरे चवर्गीयवर्णस्य चौकुः इति सूत्रेण कुत्वं भवति प्रवर्तते चवर्गषकारयोगे चवर्गस्य षकारादेशः स अधिकश पदान्तकारस्य षकारे परे सी तुक् इति सूत्रेण तुगागमे कृते चकारस्य प्रकृतसूत्रेण चकारः भवति भवान् शेते भवान् शेते सी तुक् इति सूत्रेण नकारस्य विकल्पेन तुगागमः भवति भवान् च शेते सोऽस्तु नु स्युः इति सूत्रेण चकारस्य चकारः भवति भवान् अग्रे भवान् च शेते सोः शृणाश्चु इति सूत्रेण नकारस्य ञकारः आगच्छति भवान् चेते इति भवति अग्रे षष्ठोटि इति सूत्रेण षकारस्य विकल्पेन चकारः भवति ततश्च जरोजरीसवर्णा इति चकारस्य विकल्पेन लोपः अपि सम्भवति अतः भवान् चेते षकारस्य चकारः भूत्वा भवान् चेते इति भवति तदनन्तरं चकारस्य लोपः भूतो भवान् चेते इति अपि भवति अत्र त्रीणि सूत्राणि अपि पश्यतुं शक्यते य अधिकश यस्य उदाहरणानि न सन्ति यतः पदान्तचकारस्य आदौ यस्वे दकारः भवति अपि च पदान्तचकारात् अनन्तरं चकारः न हि कुत्रचित् दृश्यते दश सहृद शेते तस्य दकारस्य जकार भूत्वा शेते शेते सरिच इति सूत्रेण भवति सुहृत् शेते चोटि इति विकल्पेन छत्वं भवति अतः सुहृच्छेते इति भवति धकारशकारः अस्य उदाहरणानि न सन्ति पठितं तदनन्तरमपि पठितं भवान् शेते इत्यस्य उदाहरणानि न सन्ति यथा शकारस्य सकारस्य सकारात् इत्यनेन निषिध्यते सवर्गचवर्गयोगे सवर्गस्य चकारादेशः अत्र आहत्य पञ्चद्वि 40 योगः काम्बिनेशन् सन्ति परन्तु 50 योगाः भवन्ति परन्तु तेषु केवलं केषाञ्चन विषये एव श्रुत्वस्य उदाहरणानि दृश्यन्ते यथा तथ च वर्ग इति 15 योगाः अत्र पदान्तकार धार कारथ सकारधकाराणां जस्वे कृते डकारः भवति अतः तत्र श्रुत्वं नैव सम्भवति अपदान्तवर्णेषु केवलं सकारचकारयोः योगस्य एव उदाहरणानि दृश्यते यथा लेच अव्यक्ते शब्दे लेच उपदेशो जन्नाशक इति सूत्रेण सकारस्य संज्ञा भवति तस्य लोप इति सूत्रेण लोपः भवति लेच् इव अवशिष्यभागं लेच् अनियर् तव्यतव्यानियर् इति सूत्रेण अनियर् प्रत्ययः आयाति मतेच् अधिक अनीय दीर्घात् इति सूत्रेण संहितायां चकारये परे दीर्घस्वरस्य तुगागमः भूत्वा नत् लेत् च अनीया इति भवति लेत् च अनीया सोऽस्तु नास्तु इति सूत्रेण शुत्वं भवति शुत्वं भवति लेच्छनीयः इति भवति किमपि न भवति खलु आदौ लेच् केवल किमपि सन्देहः भवति खलु अत्र अस्ति नीया अस्ति तत्र तु लेचनीया केवल वर्णसम्बन्धः वर्णमेलनं केवलं द अधिकच अधिकच इति द्वितीययोगौ सुहृत् चलति अथवा चलति सुरज् दकारस्य जकारः भवति खरी च इति सूत्रेण सुहृत् चलति वा चलति सुरच्छलति इति भवति तत्र सकारस्य चकारः चकारः आदेशः भवति ज ज झ इति द्वे द्वौ योगौ सुहृत् जलति झर्झति सुरज् जलति सुरज्झल् झर्झति इति इति भवति चकार नकार इति एकमेव योगः अस्ति सुहृत् नकारीयति सुरज् जकारस्य जकारः भवति गिरोनासिको न नासिको वा इति सूत्रेण नकारादेशः आगच्छति अतः सुहृण्णा कारयति सुरज्ञ कारयति वा सुरज्ञा सुरज्ञा कारयति इति भवति न अधिकचवर्गः इति पञ्चयोगाः सन्ति राजन् चलसि चलसि जलसि झर्जसि नकारयसि इत्यनेन राजश्चलति राजन् चलसि राजन् चलसि राजन् जलसि राजन् चलसि झर्जसि राजन्याकारयसि इति भवति चवर्गः चवर्गतथदघ इति विंशतियोगाः भवन्ति अत्र चो कुः इति सूत्रेण लीपरे च वर्गस्य कुत्वं भवति अतः अत्र कुत्वस्य उदाहरणानि न विद्यन्ते तदनन्तरं च अधिक न इति एकः एव योगः अस्ति याच् नङ्क्ता याच यति विच्छ इति सूत्रेण नङ् प्रत्ययः लीत्वे अजाध्यतस्तात् अभवत् संज्ञाप्रकरणानन्तरं अतः याज्ञा याश्ना इति भवति अयं शब्दः अनवधानेन याञ्चा इति न लेखनीयः याञ्चा इति शब्दः संस्कृते न विद्यते ज अधिक न इति एकमेव योगः योगः अस्ति अत्र किमर्थम् अयं शब्दः अनवधानेन याज्ञा इति न लेखनीयः परन्तु अत्र उदाहरणं तु दत्तं च च एव आर्याय ओ अस्तु अस्तु अस्तु यचना भवति अस्तु अस्तु ज अधिक न इति एकः योगः अस्ति यज् न इति नैप्रत्ययः द्वित्वे अजध्यात् षष्टाप् इति टाप् धातुः आयाति यज् अधिकन्या यज्ञ इति भवति झण अधिकन्न इति त्रीणि योगाः भवन्ति त्रिसूत्रयोगाः भवन्ति अत्र पदान्तचकारजकारनकारणां चोकुः इति सूत्रेण कृत्वं भवति अतः तेषां विषये कृत्वस्य उदाहरणानि न सन्ति पदान्तचकारजकारण्यकारभ्यः परस्य नकारस्य उदाहरणानि नैव दृश्यन्ते अवगतम् अवगतं तत्र समग्रं चित्तसन्धि चित्तसन्धि किमर्थं भवति तदेव अस्तु श्रुत्वनिषेधः कथं भवति इति पश्यामि ओके एकमस्ति श्रुत्वनिषेधः शात् अष्टमाध्याये चतुर्थपादे चतुर्विंशति इति सूत्रेण शकारात् परस्य सवर्गवर्णस्य श्रुत्वं निषिध्यते अत एव प्रश्न इत्यत्र श्रुत्वं न भवति शकारस्य चकारः न भवति किमर्थं शात् इति सूत्रेण शकारस्य श्रुत्वं भवतुं निषेधमस्ति पदान्तजस्त्वं प्रति श्रुत्वं असिद्धं जलाञ्जशोन्ते अष्टमे अष्टमध्याये द्वितीयपादे एकोननव चतुर्थ इत्यनेन उक्तस्य पदान्तजलस्व जलस्य यशस्वस्य दृष्ट्वा स्तोष्णाष्टु चतुर्थध्याये च अष्टमाध्याये चतुर्थपादे चतुर्विंशति इति सूत्रं श्रुत्वम् असिद्धम् अस्ति अष्टमाध्याये चतुर्थपादे चत्वारिंशति सूत्रेण अतः पदान्तजस्त्वस्य सम्भवः अस्ति चेत् श्रुत्वं न करणीयं जलां जशोते इति सूत्रेण सूत्रेण निषिद्धम् अभवत् यथा सत् चित् सच्चित् इत्यत्र प्रकृतयः प्रक्रियाः इत्थं भवति सत् जष्ट्वं भूत्वा सद् भवति सज्जित् पदान्तकारस्य जलां जिषन्ते इति दकारः अत्र जष्ट्रे कर्तव्ये श्रुत्वम् असिद्धम् अस्ति अतः अत्र तकारस्य चकारः न भवति सज्जित् भवति स्तोस्तु नास्तु इति सूत्रेण दकारस्य सूत्रे चकारः सच्चित् तरी च इति सूत्रेण चकारस्य चकारः भवति पुनरपि चकार एव आसीत् सच्चित् अन्ते तु चकार एव आगच्छति परन्तु अत्र प्रथम सच्चित् अस्ति ओके दकार देन् जकार देन् अनन्तरं चकार ओके अस्तु अस्तु डैरेक्ट् चकार न आगच्छति तत्र गत्वा अपरम् अपि आगच्छति अपरः एव आगच्छति अस्तु अस्तु पदान्तचित्वं प्रति श्रुत्वम् असिद्धं पदान्तचित्वं प्रति पदान्ते चकार चवर्गः अस्ति चेत् तत्र श्रुत्वं न आयाति किमर्थमिति पश्यामः चोकुः इत्यनेन पदान्तचवर्गस्य कृत्वं भवति एतस्य कृत्वस्य कृते कृत्वम् असिद्धं विद्यते अतः स्वे कृत्वे कर्तव्ये कृत्वं नैव कल्पितं करणीयं वाच देवता सृष्टि द्वितीयाध्याये द्वितीयपादे सप्ततमसूत्र इति षष्टितत्पुरुषः भवति बाच् देवता इतस्समासाश्च इति प्रातिपदिकसंज्ञा भवति सूत्रेण प्रातिपदिकसंज्ञा भवति चुपो धातु प्रतिपादिपदितयोः इति शुभ्लुक् भवति वाक् देवता चोकुः इति सूत्रेण सुप्त्वं भवति वाच् देवता चोकु इति सूत्रेण वाक् देवता भवति तत्र जस्वं भूत्वा वाग् देवता भवति सुप्त्वं घटी सिद्धम् अव्यक्तव्यं वक्तव्यं प्रकृतसूत्रेण जायमाना सुप्त्वं घुट् इत्यस्य कृते सिद्धम् अस्ति अट् अण्ति एतादृशेषु उदाहरणेषु अनिष्टगुडागामं निवारयितुम् इदम् आवश्यकं वर्तते अस्मिन् विषये न मुने इति सूत्रेण सूत्रार्थे तृतीये वार्तिके विस्तरेण निर्दिष्टम् अस्ति तत् तत्रैव द्रष्टव्यम् धन्यवादः महोदय सर्वे अवगतं वा न श्रुतवती ओके शान्ता भगिनी अस्ति वा आम् महोदय आं नेक्स्ट् श्लोक संज्ञासूत्रं नाम सङ्केते तत्तो दन् स्थाने एकनिमिषं रातस्य अहं स्थाने वन् स्थाने अनन् अन्तरतमः वन् वन् फिफ्टि न दृश्यते महोदय आमां वन् वन् फिफ्टि दृश्यते वा स्थानिनः अनेके आदेशाः सम्भवन्ति चेत् तेभ्यः सदृशतमः आदेशः एव विधीयते ओके इत्युक्ते किं वक्तुं शक्यते महोदय स्थाने अनन्तरं षष्ठि स्थानिनः अनेके आदेशाः सम्भवन्ति चेत् तेभ्यः सदृशतम आदेशः विधीयते अस्तु उदाहरणम् अस्ति चेत् दैत्यानामरि दर्शयतु महोदय अस्तु अस्तु दैत्यहरि अत्र अकार अकार द्वो अस्ति स्थाने आकार अस्ति तो कुत्र भवती अस्ति चेत् एतत् सूत्र सिमिलर्लि हियर् आल्सो मिद् लट् मिद् तिप् शन्ति मेद् ओके अत्र यकार अत्र अस्ति अत्र अस्ति परन्तु अत्र एतत् सूत्रस्य प्रसक्तिः कः इकारस्य गुणः भवति अतः मेद् भवति तत्र स्थानेन्तरतमः इति सूत्रेण ओ अस्तु अस्तु गुणः कुत्र भवति आमाम् अवगतम् अवगतं सम्यक् अन्यत् अस्ति इकोनचितो कृतं नियम रातस्य रात्सस्य 8 to 24 शान्ता भगिनी एव करोतु पदान्ते आम् आम् पदान्ते विद्यमाने संयोगे रेफः विद्यते चेत् रेफात् परस्य केवलं पदान्तसकारस्य एव लोपः भवति अन्यवर्णस्य न ओके पदान्ते विद्यते रेफात् उदाहरणम् अस्ति चेत् ओके उदाहरणं पठतु महोदय उदाहरणं पित्रे योगः न्यस् पञ्चम्येकवचनस्य प्रत्ययः पितु योगं कृत उत् इति सूत्रेण इत्यनेन पितृ इत्यस्य लकारस्य तथा न्यस् इत्यस्य अकारस्य पूर्वपरयोः एकः उकारादेशः भवति सः च उरन् रपरः इति सूत्रेण इति रपरः भवति पितुर् रात्रस्य सूत्रेण इत्यनेन रेफात् परस्य सकारस्य लोपः पितुः खरवसानयो विसर्जनीयः इति सूत्रेण विसर्गः सम्यक् सो अत्र रेफा विद्यते रेफा केवलं पद सकारस्य लोप अन्यवर्णस्य नास्ति सो अत्र सकार अस्ति तत् कारणात् लोप अस्ति अस्तु अस्तु धन्यवादः महोदय समयः जातः सो अहं कोऽपि क्लोसिङ्ग् प्रेयर्स् वक्तुं शक्यते ॐ सहना भवतु सह नो गुणस्तु सह वीर्यं करवावहै तेजस्विनावतीतमस्तु मा विद्विषावहै ॐ शान्ति शान्तिः धन्यवादः